गतकक्षायां वयं ऋकारान्तधातोः विषये पठन्तः स्मः, अतः तत्र एव ऋकारान्तधातोः तत्र एक एव अस्ति ऋकार ह्रस्वऋकारान्तधातुः अस्ति. अत्र एकवारं पुनः पठेम, तत्र अहं वदामि, किञ्चित् दृष्ट्वा एव वदामि. ऋकारान्तधातोः अत्र ऋकारान्त षड् षड् धातवः सन्ति, पृ भृ घृ हृ ऋ सृ इति दुभृञिति इति वयं दृष्टवन्तः, तत्र ऋकारान्तधातुः अस्ति. अत्र इत्वं भवति ब्रियामितः इत्यनेन अभ्यासस्य, इत्वं भवति ब्रियामितः इत्यनेन खलु अस्माभिः तस्य रूपसाधनं कृतवन्तः. अनन्तरं तत्र सृ हृ घृ पृ एते चत्वारः छान्दसदातवः सन्ति, तत्रापि इत्वं भवति अभ्यासस्य. केन सूत्रेण भगिनि? ऋकारान्तदातो देर् आर् आक्चुवल् देर् आर् सिक्स् ऋकारान्तदातवः सन्ति. तत्र एकमस्ति ऋकारान्त डुभृञ् इति अस्ति, भृ इति अस्ति. ब्रियामितः वयं जानीमः, ब्रियामितः इति नभ्यकारदेशः भवति इति वयं जानीमः. अपि च वेदे ऋकारान्तदातवः वेदे न जानामि, बट् आर्तिपिपर्त्योश्च अर्थपिपर्त्योश्च अस्ति रैट्? एकमस्ति अर्थपिपर्त्योश्च इति, तत्र ऋकारस्य इत्वं भवति. अपि च बहुलं छन्दसि इत्यनेन, बहुलं छन्दसि ओके, ते वेदे एव सन्ति, अतः ते दातवः. सृ घृ हृ ऋ इति वा ऋ, अस्तु अस्तु, दातव बहुलं छन्दसि इत्यनेन बहुलं ऋ लोके अस्ति, वेदे वेदे अपि अस्ति. हा आम् अस्तु अस्तु. अत्र त्रयदातव केवलं छन्दसदातव दत्तमस्ति खलु, वेदे ऋकारान्तदातव सृ गृ हृ ऋ च इत्येते दातव छान्दसाः इत्युक्ते वेदे प्रयुज्यन्ते इति अस्ति, अतः बहुलं छन्दसि. हा अस्तु, अत्र ऋकारान्तदातोः लोके अपि भवति वेदे अपि भवति, अतः बहुलं छन्दसि इत्यनेन कुत्रचित् स्थलेषु इत्वं भवति कुत्रचित् न भवति इति अस्ति खलु. बहुलं छन्दसि इत्युक्ते तस्य अर्थः बहुलम् इत्युक्ते भवितुमर्हति न भवितुमर्हति इति तादृश अस्ति अस्ति, अतः तत्र समानतयित्वं भवति इति अस्ति. तर्हि सर्वेषां ऋकारान्तधातूनां ऋकारान्तपि ऋकारान्तधातूनामपि इत्वं भवति भिन्नभिन्नसूत्रेण. एकमस्ति भृ धातोः ब्रियामितः इत्यनेन, अपि च ऋ धातोः अर्तिप्रिपत्योश्च पिपत्योश्च इत्यनेन. अत्र अर्तिप्रिपत्ति अत्र ऋ अस्ति ऋ धातु, अपि च पृ इति दीर्घऋकारान्तधातोः एव अर्तिपिपत्योश्च इत्यनेन गुणः सारि अभ्यासस्य इति भवति इति अस्ति. ऋ धातोः पृ धातोः अस्ति. तर्हि एकमस्ति खलु पृ पृ इति ह्रस्वैकारान्तधातुः अपि अस्ति खलु, पृ पालनपोषणयोः इति अस्ति, तत्र गुणः न भवति वा? उरत्येव इत्यन्न भवति वा? न, तत्रापि भवति. उरत्प्रबाद्य आर्तिपिपर्त्योश्च कार्यं करोति. पृ एकवारं तत्र पृ धातुः अस्ति, अत्र धातुद्वयमस्ति खलु, पृ इति अस्ति पृ इति अस्ति, किमस्ति तत् अस्ति वा? दीर्घऋकार एव अस्ति. ओ अस्तु, अहम् अस्तु अस्तु अस्तु, दीर्घऋकार अस्तु अस्तु, एकवारं पश्यामि अत्र. अस्तु, नमस्ते महोदय, विलम्बनं वयमेव कुर्मः इति ऋकारान्तदातोः एव अत्र. आम् आं महोदय, ऋकारान्तदातोः वयम् अस्माभिः तत्र ऋकार तत्र षड् दातवः सन्ति इति दत्तमस्ति खलु ऋकारं ददा सोरि चत्वारः पञ्चदातवः सन्ति ऋकारं दातवः एकमत् भृ इति अस्ति तद् वयं कृतवन्तः सृ इति एकं गृ इति एकम् अपि ऋ इति अपि च ऋकारन्त ऋ इति अस्तु इदानीं ऋकारन्तदातोः एव कुर्मः वा तस्य रूपसाधयामः वा न कृतमस्ति अस्माभिः अहं चिन्तयामि लट् रूपं लट् रूपं लट् रूपं विडिड् अस्तु अस्तु तर्हि तदेव कुर्मः तर्हि ऋ इति इदानीं तत्र ऋ इत्यस्य अर्थिप्रपत्यस्य इत्यनेन इत्वं भवति उरत् प्रबाध्य भवति खलु उरत् प्रबाध्य उरत् इति अस्ति अतादेशः भवति खलु सामान्यतः आस्तिपत्योश्चैतनेन हित्वं भवति यथा बृहामितः इत्यनेन तत्रापि उरत् प्रभाते भवति खलु भृ भृ भर् भवेत् तर्हि तत्र इदानीं लट् लकार इदानीम् अग्रे अग्रिमं लोट् लकारम् महोदय पुनर् लट् रूपं मेबि विशुड्डु महोदय अभ्यासस्य असवर्णे इति इयङ् वङ्ग आदेशः भवति रुधातोः विषये अभ्यासस्य असवर्णे महोदय मेबि वि शुड् रीड् लोके इत् भवति खलु आं महोदय अण्डेन् इन् द प्लेस् आफ् ई स्थाने इयङ् आदेशः भवति कुत्र तत्तु अत्यप्रिपत्तिश्च 6477 लोके लोके रुदात् लोके रुदातुः ऋ तु लोके अपि प्रयुज्यते तत्र अर्थिपिपत्योश्च इत्यनेन अभ्यासस्य इत्वं भवति तदा अभ्यासस्य असवर्णे इत्यनेन अभ्यासस्य ईवर्णस्य इयङ् आदेशः ऋ श्लौ इत्यनेन द्वित्वं भवति ऋ ऋ अर्थिपिपत्योश्च इत्यनेन अभ्यासस्य इत्वं प्रथम ऋ इत्यस्य ई भवति ई ऋ भवति ई ऋ उरण्परः इत्यनेन अण् रपरः ई सो ई ऋ उरण्परः या हलादिशेषः इत्यनेन हलः लोपः ऋकारः लोपः भवति ई ऋ अभ्यासस्य असवर्णे इत्यनेन अभ्यासस्य इवर्णस्य इयङ् आदेशः भवति ई ऋ बिकम्स् ई यकार ऋकार या ई यकार ऋकार ईर् अर्थिपिपत्योश्च ऋ धातोः पृ धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व इकार आदेशः भवति श्लौ परे अनेन वै अन्त्यवर्णस्य अनेन सूत्रेण ऋ पृ धात्वोः अभ्यासस्य इत्वं भवति श्लौ इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन ऋ अर्ति पृ इति पिपर्ति द्वा अपि सुबन्तौ अलोन्त्य अलोन्तस्य इत्यनेन अभ्यासान्तस्य वर्णस् अभ्यासस्य अन्तस्य वर्णस्य स्थाने इत् आदेशः न तु अभ्यासस्य पूर्णस्य ओके अर्तिश्च पिपर्तिश्च तयोः इतरेतरद्वन्द्वः अर्तिपिपर्ति तयोः अर्तिपिपर्त्योः अर्तिपिपर्त्योः षष्ट्यन्तं च अव्ययपदं द्विपदमितं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः ब्रिञ्याम् इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः निजां त्रयाणां गुणः श्लौ इत्यस्मात् श्लौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्ति पिपर्त्योः च अङ्गस्य अभ्यासस्य इत् श्लौ अनुवृत्तिसहितसूत्रम् अर्तिपिपर्त्योः इति ऋ धातु पृ धातु निर्दिश्यते अर्तिपिपर्त्योः इत्यनेन ऋ धातु पृ धातु इति निर्दिश्यते अर्तिपिपर्त्योश्च इति सूत्रेण अभ्यासस्य अन्त्यस्य वर्णस्य अन्त्यवर्णस्य ह्रस्व इकारादेशः भवति श्लौ परे तर्हि अत्र उरत् इत्यस्य उरत् इत्यस्य अपवादसूत्रमस्ति एतत् उरति ये लोके रुधातु विषयः ये सूत्राणि नैतु बहुलं छन्दसि इति अनेन वेदे ऋकारान्तदातवः बहुलं छन्दसि इत्यनेन इत्थं भवति कार्यं समानमेव तत्र तु भवितुमर्हति कुत्रचित् न भवितुमर्हति तादृश अस्ति खलु बहुलं छन्दसि इति अर्थः बहुलम् इत्युक्ते तादृश अर्थः अस्ति खलु अत्र अत्र रुधातु वेदे विषये बहुलं छन्दसि इति अनेन जनरलि लोके अपि प्रयुज्यते अत्र अस्ति विपत्तिश्च अग्रे अग्रे उरत् अहं पठामि उर पृ धातोः पृ धातुः अस्ति श्लौ इत्यनेन द्वित्वं भवति पृ पृ इदानीं युरत् इत्यस्य प्रसक्तिः अस्ति ऋकारान्तदातुवात् आदेशः भवति इति परन्तु तत्प्रपाद्य उर तत्प्रपाद्य इदानीं किमर्थम् उरत् इत्यस्य इदानीं अर्तिप्रपत्योश्च इत्यनेन तत्र इत्वं भवति इति भवति तर्हि उरण्ड्रपरः इत्यर्थः पि पितृ इति भवति अत्र हलाविशेष इत्यनेन हलः एकवारं अग्रे अग्रिमम् अस्ति खलु पृ श्लौ इत्यनेन द्वित्वं पृ पृ के रुदातु दुब्रिञ्च पुस्तके सारी वेब्सैट् मध्ये अहं पठन् अस्मि या या जुसि दुब्रिञ्च ऐ ओन्लि सी दुब्रिञ्च महोदय न न कुत्र वयं नम्बर् फैव् खलु अस्माकं करपत्रे पायिण्ट् नम्बर् फैव् ऋकारं तदातु दातवः तत्रैव खलु कुत्र अस्ति ओ ओ ऋकारान्त दातु ओके ओके तत्र अस्ति खलु पृ ओ ओके ओके श्लौ इत्यनेन द्वित्वं पृ पृ इति उरत् प्रपाद्य अर्तिपिपत्योश्च इत्यनेन अभ्यासस्वरस्व इकारादेशः उरण्ड्रपर इत्यनेन अण्ड्रपरः इदानीं पिर् पृ इति हलादिशेषः इत्यनेन हलः लोपः पिप्र इति अङ्गमस्ति वयं जानीमः अग्रे उरत् इति वयं जानीमः तत् अङ्गस्य अभ्यासस्य उ अर्थ इति अस्ति तत्र हलादिशेषः वयं जानीमः अभ्यासस्य हलादिशेषः इति तर्हि तर्हि इदानीं कुर्मः खलु ऋकारान्तदातोः वयं जानीमः इदानीं भवती एव करोति वा लट् लकारे लट् लकाररूपं ऋदातु ऋदातु एव पुनः तत् ओके इ ऋ प्रथम ऋकारस्य स्थाने इकारः भवति अर्तिपिपर्त्योश्च इत्यनेन इ ऋ उरण्ड्रपरः इति इत्यनेन इर् ऋ इर् ऋ अण्ड् देन् हलादिशेषः इत्यनेन इ ऋ अभ्यासस्य असवर्णे इत्यनेन इर् इर् इति अङ्गम् ईर् योगः ति ईर् योगः ति हलादिपित्सु हलादिपित् सार्वधातुक आर्धधातुकयोः एव गुणः इत्यनेन गुणः ईर् सो इ अर् सो इयर् इयर्ति इयर्ति इयर्ति तिप् तस् इयिर् योगः तः गुणा नास्ति इयिर् तः दट्स् आल् इट् इस् इयिर् तः अण्ड् जि वट् इस् दट् अत् अत् वाट् इस् दट् सूत्र अदभ्यस्तात् अदभ्यस्तात् अदभ्यस्तात् अत्येव रूपम् इयिर् योगः अत् इयर् इयर्त् महोदय अति अति या या सो इयर्ति इयर् इयिर्तः इयर्ति ओके इयर्ति इन् द फस्ट् तिप् पित् रूपम् इयर्ति इयिर्तः and then what is the next one ir e ika ir yogah ati ir yogah ati r yogah rakarah oh rakarah rakara r so kim bhavat atra ye ye rati oh ye rati okay atra ye nanti kalu yan sandhi va yeah yan sandhi yeah yeah ee rakarasya sthane rakarah bhavati रेप रेपः भवति या रेपः या ईयरति ईयरति ओके ईयरति ईयरति या ईयरति या ओके देन् तीतः अन्ति सि सि सिप् ईयर् ईयर् सि गुणा ईर् योगः सि अर् सो इयर् सि इयर् सि ओके सि तः सप्तमं भवति या या या इयर् सि आदेशप्रत्ययोः इयर् सि धन्यवादः भगिनि इयर् सि ईर् तः इयर्षि इयर् ईर्तः सीतः तः त ईर्तः ईर्तः ईर्त कोऽपि कोऽपि कार्यं नास्ति या मी मी अगेन् गुणा इयर् मी इयर् मी ईर् ईर्वः ईर्मः आम् इदानीं लोट्लकारे भवती करोति वा ओके न न इदानीं महोदय लोट्लकारे अङ्ग ऐर् ऐर् योगः तु अतु इति हलादि पित् अस्ति इति चेत् सार्वधातुक अर्धधातुकयोः गुणः भवति रूपं भवति इयत्तु अरिति तात् इति हलादि अपित् अस्ति रूपं कोऽपि कार्यं नास्ति ईरुतात् तामपि कोऽपि कार्यं नास्ति ईरुताम् लोट् अतु ईरु योगः अतु लोट्लकारे अजादि अपित् अस्ति इको एनर्जि इत्यनेन ईरतु ईरतु इति रूपं भवति मध्यमपुरुषे हि इति हलादि अपि अस्ति कोऽपि कार्यं नास्ति ईरुहि ईरुतात् ईरुतम् ईर्युत उत्तमपुरुषे आनि आनि इति ईरु योगः आनि आनि इति अजादि पितस्ति पितस्ति सार्वधातुक अर्धधातुकयोः गुणः भवति अत्र इयराणि इति भवति णत्वमपि भवति अक्कुपाङ् व्यवायेपि नोणः इयराणि इति रूपं भवति इयरावा आवा अजादि पितस्ति गुणकार्यं भवति इयरावा इति रूपं भवति आमा अपि अजादि पित् अस्ति सार्वधातुक अर्धधातुकयोः गुणः भवति रूपं भवति इयराम इति रूपं तर्हि लङ्लकारेण एकवारम् अहं करोमि लङ्लकारे एकवारं लङ्लकारूपम् एकवारं तत्र चिन्तति प्रत्ययः एकवारं पश्यामि सिद्धतिं प्रत्ययः तां मुः इति अस्ति अस्तु अत्र ऋ योग त् इति अस्ति इदानीं प्रथमम् आटश्च इत्यनेन आटश्च खलु आटश्च प्रथमं करणीयं वा प्रथमपि अभ्यासं करणीयं वा आम् प्रथमं आडागम भवति आटागम खलु लुङ् आश्चैत्यनेन इदानीं स्वरः अस्ति अतः ऋकारान्त अस्ति अतः आटश्चैत्यनेन आटागमः भवति इदानीम् आयोग इदानीम् अस्तु ईर् ईर् इति अस्ति ईर् इति अङ्गमस्ति ईर् इति अङ्गमस्ति खलु अभ्यास अङ्गमस्ति ऋ ऋ इति अनन्तरम् ईर् इति इ अङ्गात् ईर् इति अङ्गम् ईर् ईर् आ ईर् इति अनीम् अस्ति आ ईर् इदानीम् अस्ति अत्र आटश्च इत्यनेन सारी आटादीनम् इत्यनेन आटागमः अनन्तरम् आटश्च इत्यनेन वृद्धि आ इ इति आ इ इति ऐ भवति खलु ऐ ऐर् इदानीम् ऐर् ऐ ऋ इति अस्ति योगत् इति इदानीं तस्य गुणः भवति ऐयर् ऐयर् योगत् एय्यर् एय्यर् ऐयर् ऐयर् योगत् अस्ति इदानीं तत्र सकारस्य लोपः भवति एकेन सूत्रेण अल् हल्गाभ्योद्धीर्घात् सूतिसि अपृक्तहल् इत्यनेन लोपः भवति तर्हि इति अस्ति इदानीम् अय्यर् इति इदानीं ऋकारः अस्ति रेफ् अस्ति तस्य इदानीं कर्मसमय विसर्जनीय इत्यनेन तत्र तस्य विसर्गः भवति ये अय्यः इति भवति अग्रे अग्रे अग्रे इदानीं ताम् इति अस्ति अस्तु इदानीम् अत्र इदानीम् अङ्गमस्ति ऐर् इति खलु ऐर् इति इति अङ्गमस्ति ऐर् ऐर्योग ताम् ऐर्योग ताम् अस्ति इदानीम् अपि तस्ति अतः ऐर् ऐर् ऐर् ताम् इति भवति ऐर् ताम् इति अस्ति अग्रे ऐर् ऐर्योग उः इति अस्ति ऐ ऐर्योग उः इदानीं कस्तु किं उः इति अस्ति जुसि चैतन्येन जुसिचैतन्येन जुसिचैतन्येन तत्र गुणः भवति अन्यथा गुणः भवति अतः ऐ इदानीम् ऐर् गुणः भवति अर् इति भवति गुणः भवति अस्तु अय्यरुः अय्यरुः अय्यरुः इति रूपम् अस्तु अग्रे इदानीम् अत्र ऐ ऐर् योगस् इति अस्ति, ऐर् योगस्सु, अत्र सकारस्य लोपः भवति, प्रथमं तु गुणः भवति, टिप् पित् अस्ति, अतः अय्यर् इति अस्ति, अय्यर् योगस्सु. इदानीं तत्र सकारलोपः, अतः अय्यः इति रूपं वर्तते. करवसविसर्जने इत्यनेन लेपस्य गुण यद् यद् अभवत् अर् इत्यस्य, इदानीं लकारस्य विसर्गः भवति अय्यः इति भवति. इदानीम् अनन्तरं गुणः न भवति, इदानीम् आटश्च इत्यनेन ऐर् इति अस्ति, तम् इति अस्ति, अतः ऐर् तम्, तत्रापि अन्यत् ऐर् त इति भवति. इदानीम् अस्ति, अग्रे अस्ति, अम् अस्ति, तत् पित् खलु, ऐर् योग अम् इति अस्ति, अतः ऐर् इदानीं तत्र अर् गुणः भवति, अतः ऐ यर ऐयर् अम् ऐयरम् ऐयरम् इति ऐयरम्. अनन्तरम् ऐर् इति अस्ति गुण, अस्माकम् अङ्गमस्ति, वा इति अस्ति, तत्र किमपि कार्यं नास्ति. ऐ ऐवृ ऐ इर्व ऐ इर्व ऐ इर्म इति ऐर्व ऐर्व एतत्तु वेदेव ऐरुम अस्य उच्चारणं पण्डिता एव कर्तुं शक्यते, अतः वेदे अस्ति एतत्. अस्तु अग्रे, इदानीं मिथिलिङ्ग् लकार भवति खलु, उषा भगिनी गच्छति वा? ओके, ईयिर् इति यात् यातां युः, एव्रिथिङ्ग् हलादि नास्ति, सो हलादि अपित् गुणकार्यं नास्ति, नो अदर् कार्य. ईर् योगः या ईर् यात् ईर् यातां ईर् यात् यातां ईर् युः यात् यातां युः याः ईर् याः ईर् यातम् ईर् यात अत्र कार्यमस्ति, उच्चारणकार्यमेव अस्ति, प्रयासं कृत्वा एव करणीयं, तदेव तदेव किमपि कार्यं न, उच्चारण एव मुख्यकार्यम् अस्ति. अस्तु तर्हि तत् अभवत्, वयं लङ्गिरूपमेव more kashtam. Klishtam atti da. Ii is so, so tough to say. Iyer. Iyer. Iyer. Yeah, Iyeru. I. Yaha. Iyeram. Iyeram. Iyeram. Iyeruwa. Iyeram itti kte atra. Iyer itti se dite bhakti nabo. नास्ति खलु, रू इति किमपि नास्ति, ऋ इति अत्र णित् नास्ति, आत्मनेपदीरूपं नास्ति अहं चिन्तयामि, ऋ इति परस्मैपदी एव. अस्तु अग्रे, इदानीं अत्र अग्रे पठेम, इदानीं कुत्र अस्ति एकवारं तूष्णो चूसि च, कुत्र अभ्यासकार्यं प्रियामितः पञ्च भ्रू इति धातोः उभयपदी अस्ति, न कृतं वा अस्माभिः कृतं कृतं वा भवति वयं भ्रू न कृतवन्तः खलु, तत् कुर्मः, कृतवन्तः. अस्तु भ्रू लट् लट् अपि न तत् कृतवन्तः, परस्मैपदी कृतवन्तः, परस्मैपदी कृतवन्तः, परन्तु आत्मनेपदीरूपाणि न कृतवन्तः, तत् भवति करोति वा श्रीवल्ली भगिनि. आं महोदय, लट् लट्लकारे आत्मनेपदिरूपं सर्वे प्रत्ययाः अपित् इति रूपाणि बिभ्रु इति अङ्गं भवति. भ्रु इदानीं तत्र बिभ्रु इति आं महोदय, वयं सम्पूर्णं कुर्मः. भ्रु इति धातु अस्ति, बृणामि. प्रथमं श्लौ भ्रू श्लौ इत्यनेन भ्रू भवति. अनन्तरं उरत् कुहोश्च नहि उरत् भवति, परन्तु उरत् महोदय क्षम्यताम् एकनिमिषम् उषाभगिनी, ब्रियामितः इति के सन्ति अस्मिन्? ब्रियामितः इति सूत्रमस्ति खलु, तत्र इत्वम् आरोपित इत्वं भवति अभ्यासस्य. के दातवः सन्ति तत्र ब्रियाम् इति अस्ति खलु? ब्रियाम् इति बहुवचनं त्रयाणां, निजां त्रयाणां, संथिङ्ग् लैक् देट्. माङ्गोहाङ्ग् अपि च बृण् इति सर्वत्र अकारान्तधातूनां इत्थं भवति सर्वत्र. एतम् एकमस्ति ओहाङ्ग् इत्यस्य जहाते च इति इत्यनेन भवति. अपि एकमस्ति गा इति धातुः अस्ति छन्दसि, तत् बहुलं छन्दसि इत्यनेन तत्र इत्वं भवति. तत्र सर्वत्र आकारान्तधातूनाम् अभ्यास इत्वमेव भवति. विहाय शिवलि भगिनि, अस्तु भवती एव करोतु भगिनि. तत्र वयं कुर्मः इति अस्ति, भृभृ इति अस्ति. वाट् अदर् सूत्र इदानीं तत्र अस्माभिः अभ्यासकार्यम् अस्ति खलु, अभ्यासकार्यं सामान्यकार्यम् अस्ति. एकमस्ति भृभृ दिन् इत् भवति ब्रियामितनेन, या सो भि भृ देन् भि या बोत् आर् भि या देन् शुहुषत् या लादिशेषः अत्र या अभ्यासे चर्च या तत् अन्तिममध्ये तत्तु त्रिपाद्यम् अस्ति खलु, अन्तिमकार्यम् अभ्यासे चर्चा अन्तिमकार्यं. बट् सो देन् द भकारा शुड् बिकम् वकारा बै देट्. इदानीं तत् कार्यं तु वि शुड् डू नौ, रैट् महोदय? So, Bibhru. I just wanted to see that, okay. Bibhru. What did you say, Mahatya? Te. Okay. Bibhru. Sarve apitaha. सर्वे अपि हलादि हला किम् इति चेत् गुणनिषेधः सो बिभ्र बिभ्रते ते आते आते बिभ्रते बिभ्राते बिभ्रते बिभ्र बिभ्रसे बिभ्रते तत्र अजादि अपि किं भवति तत्र कार्यमस्ति खलु खादा अजादि अपि वाट् कर्या ओ इको अणति ओ या या या बिभ्र योगः आते अजादि अपि या सो जस्ट् यण् आदेशः बिभ्र ऋकारयोगः ऋकारस्य स्थाने रकारः भवति बिभ्राते या या बिभ्राते अते आल्सो द सेम् थिङ्ग् बिभ्रते रेप या रेपः सो बिभ्रते बिभ्राते बिभ्रते बिभ्रते बिभ्रते से बिभ्रसे अण्ड् देन् से आते ते आते आते से आते ओके बिभ्रसे बिभ्रसे या से ते इति अन्ते से इति द्वे आदेशप्रत्ययेन भवति इन्कोः इन्कोः सो बिभ्रशे या बिभ्रशे ओ ओके या ऋकारः या इन्कोः या बिभ्रशे देन् बिभ्रा ते इति अन्ते से इते सो बिब् बिभ्रिषे बिभ्रिषे बिभ्रिषे ते ते अते से इते द्वे बिभ्रद्वे दट्स् वाट् बि डिड् महोदय बिभ्रिषे अपि च बिभ्राते खलु विद्युत् बिभ्राते ते द्वे ई बहे महे बिभ्रयोगः ई सो बिबरि ओ ब्रयोगः ए ब्रयोगः ऋकारस्य स्थाने रकारः भवति रेपः भवति बिभ्रे ए वहे महे बिभ्रयोगः वहे बिभ्रवहे बिभ्रमहे विजयभगिनी नास्ति वा विजयभगिनी करोति वा विजयभगिनी शृणोति इति उक्तवती आसीत् अस्तु अस्तु अहं करोमि इदानीं ताम् इति अस्ति इदानीं बिभ्र इति अङ्गमस्ति बिभ्रयोग तां बिभ्रताम् अत्र किमपि कार्यं नास्ति बिभ्रताम् इति अस्ति बिभ्रयोग आताम् इति अस्ति तत्र इदानीं बिभ्र ऋकार अस्ति आकार अस्ति अतः यण् सन्धिः भवति अतः आर् इति सारि ऋ इति बिभ्रतां सारि बिभ्राताम् बिभ्राताम् बिभ्रताम् इति भवति स्व आताम् आताम् आताम् बिभ्रताम् इति खलु बिभ्रतां बिभ्राताम् बिभ्रताम् इति बिभ्रयोगस्वः स्व इति अपि तस्य बिभ्रश्व इति भवति सकार आदेशपत्य इत्यनेन बिभ्रश्व इति भवति बिभ्रश्व बिभ्रयोग आताम् इति अस्ति अत्र यण् सन्ति बिभ्राताम् इति भवति ध्वम् इति अस्ति तत्र केवलवर्णमेव बिभ्रध्वम् इति अस्ति इदानीम् ऐ इति अस्ति बिभ्रयोग ऐ अपित् अस्ति सारि पित् अस्ति अतः तत्र अर् इति भवति गुणः भवति बि बिभरे बिभरै इति बिभरै इति वा बिभरै बिभरै गुणः भवति गुणः भवति खलु तत्र बिभरै आवहे इति अस्ति खलु, अस्तु अत्र बिभ्र इति बिभ्र आवहै, बिभर् इति भवति बिभर् योग आवहै, बिभरावहै इति अत्रापि गुणः पित् अस्ति, पित्तारोपितमस्ति आडुतमस्ति पिचित्तनेन, अतः आमहे अस्ति अपि च अपि तदपि पित् अस्ति, अतः बिभ्र बिभर् इदानीं गुणः अर् इति बिभर् बिभरामहै इति अस्ति. अस्तु अग्रे श्रीमन्य भगिनी करोति वा? Her mic is also off. भवति वा लङ्लकारे लङ् लुङ् लङ् लृङ् ष्वट् उदातः इति इत्यनेन अत्व अकार आदेशः नाट् अकार अड आगमः भवति. अ बि बृ अभिब्र इति अङ्गं या अभिब्रयोगः त अपित् अपित्र या सर्वे अपित् या अभिब्र अभिब्रुत अभिब्र आताम् अभि अभिब्र आतां सो यण् सन्धि ऋकारस्य स्थाने रेपः भवति सो अबि ब राताम् अभिभ्रत रकार जस्ट् यण् सन्धि अभिभ्रत मध्यमपुरुष अभिभृ ताः अभिभृताः द्विवचनम् अभिभृ आत्थां सो ऋकारस्य स्थाने रकारः भवति अभिभृ रातां द्वम् अभिभृ द्वम् इ अभिभृ इ अभिभृ इ ऋकारस्य स्थाने रकारः भवति अभिब् रि अभिब्रि देन् अभिभृ बहि अभिभ्रुवहि अभिभ्रुमहि. सत्यम् अग्रे इदानीं लोड् विद्युलिन् लकारं करोमि. ईत् इयाताम् ईरन् ईताः इयाथाम् ईत्वम् ईयः ईवहि ईमहि इति अस्ति. सर्वे अजादि अपितः अतः तत्र अभिभृ इति ऋकारान्त सारि बिभ्र इति ऋकारान्त अङ्गमस्ति अतः सर्वत्र गुणसन्देहप्रसक्तिः अस्ति. गुण सारि गुणसन्देहः सन्देहः अतः भृ इति बिभ्र बिभ्री बिभ्रीत बिभ्रीयातां बिभ्री बिभ्रीरन् बिभ्रीरन् बिभ्रीताः बिभ्रीयातां बिभ्री बिभ्रीध्वं बिभ्रीय बिभ्रीवहि बिभ्रीमहि इति रूपाणि. अस्तु अग्रे तथा भवत् अस्ति अस्ति इदानीं तत् अभवत् अत्र हलविशेषः उदोष्टपूर्वस्य इति वयं पठितवन्तः तत्र उदोष्टपूर्वस्य दिग्विडु भृ धातु एतत् न न भृ धातु इदानीम् अत्र न पठितवन्तः तत् पठेम तत्र पुस्तकात् अस्तु. ओहो हलादि उरत् किमस्ति तत् उदोष्टपूर्वस्य कुत्र वयं न इदानीं भृ धातोः न कृतवन्तः खलु पृधातोः पृधातोः पठेम खलु पृधातोः पठेम इदानीं पृ हलादिशेष अस्तु पठामि. पृ इति इदानीं पृ इति पिप्र इति अङ्गम् इति वयं पठितवन्तः तर्हि हल् अस्तु तर्हि हलादिपिस्सु इदानीं पृधातोः सार्वतकार्धातकयोः इत्यनेन गुणः पिप्र योगति अस्ति पिपत्ति इति पिपत्ति इति भवति. अजादिपित्सु सार्वतकार्थकयोः इत्यनेन गुणः पिप्रयोग आनि पिपराणि अनन्तरं पिपराणि इति अट्कु वाङ्गं विवयपि इत्यनेन नत्वं भवति पिपराणि इति हलादि अपि सु अस्तु अत्र कार्यमस्ति हलादि अपि सु उदोष्टपूर्वस्य इत्यनेन उकारादेशः उदोष्टपूर्वस्य इत्यनेन उकारादेशः उरन् रप्र इत्यनेन रपरत्वं हलिचैतनेन उपादायाः उकारस्य दीर्घत्वम् अस्तु पिप्र पिप्र योगतः पिपूर्तः इति रूपं भवति अत्र हलः अस्तु उपादायाः उकारस्य दीर्घत्वं दीर्घत्वम् उदोष्ट्यपूर्वस्य उत् ओष्ट्यपूर्व ओ ओष्ट ओष्ट पकार अकार अस्ति खलु अतः तर्हि तत् पठेम अजादिपिस्सु अजादि अपिस्सु उदोष्टपूर्वस्य इत्यनेन उकारादेश औरण्डपरित्यनेन अरपरत्वं पिप्रयोग अति अस्ति अतः इदानीं पिप्र पिप्रु पिप्रु एकवारम् अजादिपिस्सु पिप्रु हा पिप्रु ऋकारस्थाने पिप्रु पिप्रु अति पिप्रु अति पिप्रति इति भवति अस्तु उदोष्टपूर्वस्य इति अस्ति सप्तमाध्यायस्य प्रथमपादस्य द्वि अधिक एकशतम् एकशततमसूत्रमस्ति ओष्टपूर्वस्य नम्बर् अगेन् इन् सप्तमाध्यायस्य प्रथमपादस्य द्वि अधिक एकशततमसूत्रमस्ति द्वि अधिक एकशततमम् ओके एकशततमम् एकशततमं सूत्रम् इति अत्र न पुस्तकलिङ्गे शततमः इति शततमं सूत्रम् अस्तु ओष्ठपूर्वस्य ऋकारान्ताङ्ग ओष्ठपूर्वस्य ऋकारान्ताङ्गस्य ऋकारस्य ह्रस्वः उकारादेशः भवति येन विदन्तस्य इत्यस्य सहायेन तदन्तविधिः अतः तादृशमङ्गं यस्यन्ते ऋकार अस्ति न तु यस्यन्ते ऋकार अस्ति न तु ऋकार इति अङ्गम् अस्तु अलोन्तस्य इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उत् आदेशः न तु अङ्गस्य पूर्णस्य ओष्ट्याः नाम पवर्गीयाः वर्णाः ओष्टयोः भव ओष्ट्यः ओष्ट्यः पूर्वो यस्मात् सः ओष्ठ्यपूर्वः बहुव्रीहिसमासः तस्य ओष्ठ्यपूर्वस्य ऋवर्णस्य ओष्ठपूर्वस्य इत्युक्ते ऋवर्णस्य उत् प्रथमान्तम् ओष्ठपूर्वस्य षष्ट्यन्तं द्विपदमिदं सूत्रं ऋत इत्धातोः इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः इत्यस्य अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रमस्ति ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत् इति अस्ति अत्र ओष्ठपूर्वस्य इति इदानीं ओष्ठपूर्वम् इत्युक्ते पवर्गीयधातु अनन्तर इदानीं तादृश अङ्गं ऋकारान्ताङ्गम् ह्रस्व ऋकारान्ताङ्गमस्ति यस्मात् पूर्वम् ओष्ठवर्णः अस्ति चेत् तस्य अङ्गस्य उतादेश ह्रस्व उकारादेशः भवति इति अस्ति अनन्तरम् उरण्ड्रपरः इत्यनेन ऋकारस्य स्थाने यदा अण् आदेशः भवति यदा सः अण् सदा रपरः भवति ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति बोध्यं रपरयोः यस्य सः रपरः अनुवृत्तिसहितसूत्रमस्ति ऊस्थाने अण् रपरः इति एकनिमिषः भगिनि इदानीम् आगच्छामि एकनिमिषः Thank you. पूर्वस्य ऋकारान्ताङ्गस्य ऋकारस्य ऋकारान्ताङ्गस्य ऋकारस्य ह्रस्वः उकारादेशः भवति. येन विटि तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः. अतः तादृशम् अङ्गं यस्य अन्ते ऋकारः अस्ति, न तु ऋकारः इति अङ्गम्. हलो, क्षम्यताम्. अत्र हलिच इति अस्ति. हलिपरे रेफान्तानां उपधायां स्थितः इकवर्णस्य दीर्घः भवति. हलिसप्तम्यन्तं च व्यपदं द्विपदमिदं सूत्रं. सिप् धातोः रुर्वा इत्यस्मात् धातोः इत्यस्य वृत्तिः. I think that sutra is sipi, right? Sipi dhato rurva. हा, sipa वा? I think it's sipi dhato, 7 to 74. अस्तु, sipi, हा, हा. I think I remember. I've heard that sutra, but... अस्तु, धातो इत्यस्य वृत्तिः. रोरुपदायाः दीर्घः इकः इत्यस्मात् पूर्णतया अनुवृत्तिः. येन विधिस्य तदन्तविधिः. अतः ग्रोः इत्यनेन येषां धातूनां अन्ते रेफः वकारः. सिपि धातो याय सिपि धातोः याय सिपि धातोरुर्व अन्ते ग्रोः इत्युक्ते येषां धातूनाम् अन्ते रेफः वकारश्च तेषां ग्रहणं भवति. सूत्रमस्ति हलि च धातोः हलि च वोर्हो धातोः उपधायाः इकः दीर्घः इति अस्ति. अस्तु, इदानीं पिप्र एकवारं पिप्र योगतः इति अस्ति. इदानीं पिप्र योगतः उदोष्टपूर्वस्य इत्यनेन उकारादेशः भवति. उदोष्टपूर्वस्य ऋतः अस्तु, उकारादेशः उरन्ध्रपरित्यनेन अपरत्वं पिपुर्युगतः. इदानीं र इति अस्ति. इदानीं पिपुर् इति धातुः अस्ति. अतः इति सूत्रेण उपादायाः इकः इदानीम् अथवा उपादायाः इदानीं ओः इति रकारवकार रकारान्तदातोः इदानीं रकारान्तदातुः भवति खलु. इर्वोः इर्वोः हलिपरे रेपान्तवकारान्तानां च धातूनाम् उपादायां स्थितः इक् वर्णः. पिपूर्त तर्हि पिपूर्त इति भवति. वकारान्त रेपान्त आर् वकारान्त. ओके, हा, रेपान्त वकारान्त अपि च धातुः भवेत् खलु. धातोः धातोः अत्र धातुः अङ्गं कोऽपि अन्या चेत् न भवति. अस्तु, धातुः अत्र अत्र धातुः एव अस्ति खलु. यद्यपि अत्र अभ्यासकार्यं भवति तदापि धातुः एव अस्ति. धातुः धातुः अस्तु, धातुः एव अस्ति तत्पूर्वम्. अस्तु, अग्रे अस्ति लङि. लङि तालो तकारस्यलोपः सकारस्यलोपः वयं जानीमः. हल्गे अभ्यो दीर्घात् सूति सि अपृक्तं हल् हल् इत्यनेन लोपः भवति. हल्गे अभ्यो दीर्घात् सूति स अपृक्तं हल् इति एकवारं पठेम. अहं पठामि वा महोदय. लङ्गीरूपं थ लोपः स लोपः अपि पृ योगः तु सार्वधातुक आर्धधातुकयोः गुणः. अपि पर् योगः तु हल्ङ्याभ्यो दीर्घात् सुति सुतिस्य पृक्तं हल् इत्यनेन तक् लोपः. अपि पर् अण्ड् देन् करवसानयो नकार करवसानयो विसर्जनीयः इत्यनेन विसर्ग आदेशः. अपि पर् इति अपिपः भवति. तथैव अपि पृ योगः स् सार्वधातुक आर्धधातुकयोः गुणः. अपि पर् योगः स् सकारलोपः हल्ङ्याभ्यो दीर्घात्. अपि अपि पर् कर्मसानि विसर्जनीयः अपीपः. ओके, हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन लङ्लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य तृप्रत्ययस्य लोपः, तथैव च मध्यमपुरुषे सुप्रत्ययस्य लोपः. हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् हलन्तात् दीर्घयङ्गन्तात् दीर्घ आपन्तात् ओ दीर्घयङ्गन्तात् दीर्घ आबन्तात् च सुतिसि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः. अनेन प्रथमाविभक्तौ सु इत्यस्य सु लोपः, लङ्गि प्रथमपुरुषे तु लोपः, मध्यमपुरुषे सु लोपश्च, हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल् ज्ञापः, तेभ्यः हल् ज्ञाभ्यः, सुश्च तिश्च सिश्च तेषां समाहारद्वन्द्वः सुतीसि सुतीसीनः अपृक्तं सुतिस्य पृक्तं. हल्ङ्याभ्यः पञ्चमीयन्तं, दीर्घात् पञ्चमीयन्तं, सुतिस्य पृक्तं प्रथमान्तं, हल् प्रथमान्तम् अनेकपदमिदं सूत्रम्. लोपो व्योर्बली इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः. लोपः ओ लोपो व्योर्बली इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः ओके ओके लुप्यते ओके ओके लुप्यते इति रूपविकारः. अनुवृत्तिसहितसूत्रं दीर्घात् हल्ङ्याभ्यो सूतीसि अपृक्तं हल् लुप्यते. ओके ओके अत्र एकवचने अस्ति खलु अत्र अपृक्तं हल्कारं लुप्यते सूतीसि अपृक्तं हल् इति कर्मणि प्रयोगे अस्ति अतः अहं चिन्तयामि. अस्तु, अपृक्त एक अपृक्त हल् अपृक्त इदानीम् अत्र वयं जानीमः तत्र यत्र मरुत् इत्यस्मिन् हलन्त अस्ति अतः तत्र इत्यस्य मरुत् एव अस्ति अत्र नदी शब्दः अस्ति तत्रापि नदी एकवचने सुप्रत्यस्य लोपः भवति नदी एव सीता इति अस्ति तत्रापि न भवति सु इत्यस्य लोपः भवति. अस्माकं तु हलन्तात् अपि इदानीं हलन्तात् धातूनाम् अपि भवति अत्र हलन्तात् हलन्तात् हलन्तात् अङ्गात् अपि त प्रत्ययस्य अपि च सोरि ति अपि च सि प्रथमपुरुषे एकवचन मध्यमपुरुषे एकवचन इत्यस्य लोपः भवति इति अस्ति. इदानीम् अपृक्त एकाल् प्रत्ययः किम् इति कः इत्युक्ते यस्य प्रत्ययस्य एक एव अल् तस्य अपृक्तसंज्ञा भवति. एकश्च असौ अल् एकाल् कर्मधारयः अपृक्तः प्रथमान्तम् एकाल् प्रथमान्तं प्रत्ययः प्रथमान्तं त्रिपरिमितं सूत्रम् अस्ति सूत्रं स्वयं सम्पूर्णम् एकाल् प्रत्ययः अपृक्तः. तर्हि अत्र लङ्लकारे ति इत्यस्य इतश्चेति सूत्रेण तस्य लोपः भवति ईकारः तथैव सि इत्यस्मिन् अपि कर्मस्थाने एव विसर्जनीयः. इदानीं पदान्ते च तस्य रेफस्य स्थाने विसर्गादेशः भवति खरि अवसाने च पदे अनुवृत्तिसहितसूत्रमध्ये रः पदस्य विसर्जनीयः कर्मस्थानयो संहितायाम् इति वयं जानीमः. इदानीं जुषि च जुषि गुणः वयं जानीमः तत्र वयं अतिप्रयोगजि इति अस्ति सिजभ्यश्च विधिभ्यश्च इत्यनेन जी प्रत्ययस्य स्थाने जुस् आदेशः अतिप्रयोग उः इति अस्ति. इदानीं जुषि च इत्यनेन गुणः भवति अपिपर् योग उः अपिपरु अपिपरुः इति जुषि च अजादौ जुसि अजादौ जुसि पदे इगन्ताङ्गस्य गुणः भवति जुसि सप्तम्यन्तं च अव्ययपदम् अव्ययपदं द्विपदविदं सूत्रं वयं जानीमः तत्र अनुवृत्तिसहितसूत्रमस्ति इकः अङ्गस्य गुणः अचि जुसि च अचिजुसि च किमर्थम् अचिजुसि इत्युक्ते तत्र जुसि जुस् इति विधिलकारे अपि अस्ति परन्तु तत्र यकारः भवति अतः तत्र युः इति अस्ति अतः जुसि न भवति अतः अचिजुसि इति तत्र एव अचिजुसि पश्चात् जेर्जुस् इत्यनेन विदिलिङ्लकारे जुस् आदेशः भवति खलु विदिलिङ्लकारे परन्तु अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति गुणः भवति किमर्थमिति चेत् तत्र यासुट् इति आगमः भवति सियुट् आगमः यासुट् आगमः अस्ति खलु यासुट् सियुट् इति परस्मैपदेशे यासुट् तत्र सियुट् इति आत्मनेपदेशे भवति अतः तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति परे अस्ति खलु जुसि भवति हलादि भवति विधिलिङ्ग् युः भवति अतः लङ्गि उः भवति महोदय क्षम्यताम् इम्पोर्टेण्ट् काल् ऐ हेड् टु टेक् क्षम्यताम् अत्र एकं सूत्रं वयं पठितवन्तः उदोष्टपूर्वश्च इति सूत्रम् आम् उदोषपूर्वस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते ऋकारः अस्ति तत् ततः पूर्वं ओष्ठवर्णवर्गीयवर्णः अस्ति चेत् तत्र उकारादेशः भवति ऋकारस्य उत्वं भवति अनन्तरं तत्र उरण्ड्रपर इत्यनेन उरण्ड्रपर इत्यनेन अस्तु अनन्तरं हलिच इत्यनेन उरण्डपर इत्यनेन ऋकारः भवति उर् इति भवति इदानीम् अदन्तं सारि ऋकारान्तङ्गं चेत् ऋकारवकार अङ्गमस्ति तस्य पूर्वम् इक् वर्णस्य दीर्घः भवति इति अस्ति धातोः हलि चेत् इत्यनेन दीर्घः भवति इति वयं दृष्टवन्तः तर्हि इदानीं तृ इति धातुः अस्ति ओषपूर्वस्य अस्ति इदानीं ओषपूर्व भवति तस्य प्रसक्तिः अस्ति इदानीं कुर्मः लटी रूपं भवती करोति वा शिवलि भगिनी करोति वा एकनिमिषं पृ पृ इति लट्लकारे आम् प्रथमम् आं महोदय प्रथमम् अङ्गं करणीयम् प्रु प्रु श्लौ श्लौ इति सूत्रेण प्रु प्रु भवति अत्र अर्ति पिपर्तेश्च इत्यनेन अभ्यासस्य ह्रस्व इकारादेशः भवति उरत्प्रभात्य अत्र अनन्तरम् उरन् रपरः इति सूत्रेण पिप्रु इति भवति हलादिशेषः इत्यनेन हलः लोपः पिप्रु इति अङ्गम् पिप्रु इति अङ्गं लटि रूपाणि पिप्रु योगः ति इति तिप् इस् तिप् हलादि पिप् अस्ति सार्वधात्वार्थदातुकयोः इत्यनेन गुणः भवति पिप्रु पिपर् भवति पिपर् योगः ति पिपर्ति इति रूपं भवति द्विवचने तः कोऽपि न कार्यं नास्ति हलादि अपि तस्ति कोऽपि कार्यं नास्ति रूपं भवति पिप्रूतः कार्यमस्ति खलु न कार्यमस्ति कार्यमस्ति पिप्रूतः उदोष्टपूर्वस्य ऋतः अङ्गस्य उत् आदेशः भवति पिप्रु रूकारस्य स्थाने उकारः भवति. प्रथमं तु उत्वं भवति, अनन्तरम् उरण्परः, अनन्तरं हलिचैतन्येन दीर्घः भवति खलु भगिनि. आम् महोदय, प्रथमम् उत् आदेशः भवति, अनन्तरम् उरण् रपरः उर् इति भवति. पिप्पुर् पिप्पुर् हलिच इति सूत्रेण दीर्घः हलिपरे रेफान्तानां मकारान्तां च धातूनाम् उपधायान्तः इक्वर्णः दीर्घः भवति इति चेत् पिप्पुर् भवति. पिप्पुर् योगः तः हलादि अपित् प्रत्ययः अस्ति, पिप्पुर् तः इति रूपं भवति. अनन्तरं बहुवचने पिप्र योगः पिप् योगः अति अति इति भवति. इकोयनिति अजादि अपि अस्ति, कार्यं भवति इकोयनचि इति सूत्रेण एन् आदेशः भवति. पिप्रु ओष्ठपूर्वस्य अत्रापि ओष्ठपूर्वस्य ऋकारान्तस्य ऋकारस्य ह्रस्व उकारादेशः भवति. पिप्पु पिप्रु योगः पिप्रु योगः अत्रापि भवति. आम् आं महोदय, उदोश्च पूर्वस्य उरण्ड्रपरः द्वयोः सूत्रयोः प्रसक्ति अत्रापि अस्ति. पिप्रु योगः अत्र अन्ति इति इक्वर्णः नास्ति इति चेत् दीर्घः नास्ति. पिप्पुरति इति पिप्पुरति इक्वर्णः नास्ति अति इति हलिच किं हलिच दातु उपादायः पिप्पु स्थित उपादायां स्थित इक्वर्णः दीर्घः भवति. बहुवचनं भगिनि बहुवचनं भगिनि. पिप्रु योगः अति पिप्रु योगः अति प्रथमं उत्तरं भवति. पिप्पु पिप्पु हल् नास्ति खलु, अतः दीर्घः न भवति, हलिपरे खलु दीर्घस्य प्रसक्तिः हलिच इति सूत्रस्य प्रसक्तिः नास्ति. पिप्पुरति इति रूपं भवति मध्यमपुरुषे. मम पुरतः धातुरूपम् अञ्जरी अस्ति, धातुरूपम् अञ्जरी पिपूरति भगिनी हेस् रिटन् पिपूरति या या ऐ मीन् हलि इस् नाट् देर् सो देन् इट् शुड् बि पिपूरति आं भगिनि, धातु धातुरूपमञ्जरी दीर्घमस्ति, पिप्पुरति दीर्घमस्ति, हलिच इति नास्ति, पिप्पुरति साधु पिप्पुरति. आं भगिनि, देन् सि मध्यमपुरुषे एकवचने सि इति पित् अस्ति, हलादि पित् अस्ति, सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति. रूपं गुणः उरण्ड्रपरः इति सूत्रेण पिपर् योगः अस्ति, पिपर्षि षत्वं भवति आदेशप्रत्ययोः इण्कोः इति सः मूर्धन्यः भवति. पिपर्षि इति रूपं भवति. द्विवचने ठः इति प्रत्ययः हलादि अपि अस्ति, कोऽपि नास्ति अत्रापि ओष्ठपूर्वम् ओष्ठपूर्वस्य अङ्गस्य रूतः स्थाने उत् भवति. अनन्तरं वुरण्ड्रपरः पिपुर् पिपुर् अनन्तरं हलिच तकार हलादिप्रत्ययः अस्ति चेत् हलिच इति सूत्रेण उपदा इक् दीर्घः भवति पिपूर् भवति पिपूर् योगः थः पिपूर्थः इति रूपं भवति बहुवचने अपि तकारः इति प्रत्ययः हलादिप्रत्ययः अस्ति अपि तस्ति ओश्च पूर्वस्य उरन्तपरः इति पिपूर् भवति हलिच इति सूत्रेण दीर्घः भवति रूपं भवति पिपूर्थ उत्तमपुरुषे एकवचने मि मि मि इति प्रत्ययः पित् अस्ति हलादि पित् अस्ति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति पिप्पर् उरण्डपरः अपि सूत्रं पिप्पर् इति पिप्पर् योगः मि पिप्पर् मि इति रूपं भवति द्विवचने वः वः इति हलादि अपि तस्ति ओश्च पूर्वस्य उरण्डपरः इत्यनयोः पिपुर् भवति हलिच इति सूत्रेण पिपूर् भवति पिपूर् योगः वः पिपूर्वः तावदेव महा अपि पिपूर् महा इति रूपाणि लट्लकारं करोमि इदानीं पूर्वं लट्लकारं कृतवान् इदानीं पिप्र इति पिप्र इति अङ्गमस्ति अभ्यस्तङ्ग पिप्र योग तु अत्र पित् अस्ति अतः पिप्पर् गुणः भवति अर् इति भवति पिप्पर् तु एकमस्ति तात् इति अस्ति अपित् अस्ति हलादि अपित् अस्ति अतः पिप्र योग तात् तत्र ऋकारस्य उदोष्टपूर्वस्य चयनेन उत्तमं भवति एकवारं तद् उदोष्टपूर्वस्य उक्तं किमस्ति उदोष्टपूर्वस्य पुनः उदोष्टपूर्वस्य ऋतः अङ्गस्य ऋतः अङ्गस्य उत् इत्यनेन दीर्घरूकाराय अपि दीर्घरूकारः ऋतः स्थाने उकारः भवति अतः तत्र इदानीं तत्र उत्वं भवति उरण्डफलित्वेन उर् इति पिप्पुर् इदानीं तत्र हलिच इत्यनेन इदानीं इदानीं ताम् इति सारि तात् इति हल् हल् अस्ति अतः हलिच इत्यनेन पिपूर् ताम् इति भवति पिप् सारि पिपूर् तात् इति अस्ति इदानीं पिप् पिप्रयोग तां तत्रापि हलादि अपित् अस्ति अतः उदोष्टपूर्वस्य इत्यनेन ऋ इत्यस्य उत्सवं भवति उर् इति भवति अनन्तरं हलिच इत्यनेन दीर्घ उत्वं दीर्घ उकारः भवति उपादायः पिपूर् पिपूर्ताम् इति इदानीं पिप्र योग पिप्र योग अतु अत्रापि उदोष्टपूर्वस्य इत्यनेन उत्वं भवति अनन्तरम् उरण्डपर पिपुर् इति भवति इदानीं हलि नास्ति अतः पिपुर् पिपुरतु पिपुरतु इति इति एकवारं पिपुरतु पिपुरतु पिपुरतु पिपुरतु पिपुरतु अग्रे हि अस्ति हि धातु अस्ति पिप्रयोग हि पिप्रयोग हि अस्ति अत्रापि हल् हल् हल् अस्ति हलादि अपित् अस्ति अतः पिप्र इत्यस्य उत्वं पिपुर् पिपुर् इति पिपुर् अनन्तरं हलि हलि चैतन्येन पिपूर्हि पिपूर्हि इति भवति पिपूर्हि अथवा पिपूर्तात् इति पिपूर्तात् इति तत्र रूपम् अस्ति तथैव तं ता इति अत्र पिपूर्तं पिपूर्ता अग्रे पिप्रयोग आनि अत्र पिप्रयोग आनि अत्र गुणः भवति अपित् अस्ति अतः पिप् पिप अर् इति भवति पिपर् पिपराणि अत्र अपि पदानि अत्र किमस्ति नत्वं भवति आवाम अपि अपि तस्ति तस्य अतः गुणः भवति पिप्र इत्यस्य पिपर् इति पिपराव पिपराम इति रूपाणि भगिनी जन्लङ्लकार उषा भगिनि लुङ् लङ् लृङ्ष्वट् उदातः इति इत्यनेन अट्टागमः पिप्र इति अङ्गम् अपिप्र अपिप्र योगः तकारः पिप्र योगः तकारः पित् अस्ति सार्वधातुक आर्धधातुकयोः इति गुणेन गुणा अस्ति अपिप्र अपिपर् भवति अपिपर् योगः तकारः अपिपर्त् हल्ण्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तकारलोपः भवति अपिपर् भवति अपिपर् करवसानयो विसर्जनीयः इत्यनेन विसर्ग आदेशः भवति रकारस्य स्थाने विसर्ग आदेशः अपिपः ताम् ताम् इति अपित् अस्ति अपिपृ इति अङ्गम् अपिपृ योगः ताम् उदोष्ट्यपूर्वस्य इत्यनेन ऋकारस्य स्थाने उकार आदेशः भवति उकार आदेशः भवति अपि अपि पुर्तां हलि च इत्यनेन उकारस्य दीर्घः भवति अपि पूर्ताम् अपि पूर्ताम् पूर्ताम् अपिपः अपि पूर्तां तृतां उस् उस् भवति अपिप्रयोगः जि जि स्थाने उत् जि स्थाने उस् जुस् आदेशः सिजभ्यस्त विधिभ्य अपिप्रयोगः जि सिजभ्यस्त विधिभ्यश्च इत्यनेन जि प्रत्ययस्य स्थाने जुस् आदेशः भवति अपिप्रयोगः उः अपिप्रयोगः उः जुसि च इत्यनेन इगन्तस्य अङ्गस्य गुणः भवति अपिपर् योगः उः भवति अपि अपिपर् अपिपर् उः अपिपरुः अपिपरुः देन् अपिप्रयोगः सु सु इति पित् भवति गुणः भवति सार्वधातुक अर्धधातुकयोः अपिप्र ऋकारस्य स्थाने आर् भवति अपि अपि अपिपर् स् हल्ण्याभ्यो दीर्घात् इति हल्ण्याभ्यो दीर्घात् चतुस्य पृक्तं हल् इत्यनेन सकारस्य लोपः भवति अपि पर् भवति अपि पर् रकारस्य स्थाने रेपस्य स्थाने या रेपस्य स्थाने करवसानयो विसर्जनी अपि करवसानयो विसर्जनीयस् इत्यनेन विसर्गः आदेशः भवति अपिपः तं तम् अपिपृ योगः तं तम् इति अपित् अस्ति अपित् गुणा न भवति अपि प्रयोगः तम् ऋकारस्य स्थाने अपित् उदोष्ट्यपूर्वस्य इत्यनेन ऋकारस्य स्थाने उ भवति अपि अपि पु अपि पुर् अपि पुर्तम् हौ डिड् वि गेट् ऋकारात् हलि च इत्यनेन दीर्घः भवतिपरः उरण्ड्रपरः सो ओके उदोष्यपूर्वस्य अन्देन् उरण्ड्रपरः ओके सो उर् भवति सो ऋकारस्य स्थाने रियलि उर् भवति सो अन्देन् उर् उर् बिकम्स् बिकास् इर्वो दीर्घ उपादाय दीर्घैकः इत्यनेन उकारस्य दीर्घः भवति अपि पूर्तम् ओके अपि पूर्तम् अन्देन् अपिप्रयोगः पूर्त अगेन् अपित् अस्ति अपि पूर्त उदोष्ट्यपूर्वस्य उरण्ड्रपरः देन् हलिच ओके हलिच ओके अपि पूर्त देन् अपिप्रयोगः अम् अपिप्रयोगः अम् अम् सो ओ गुणा भवति सो अर् भवति अपि परम् ओके अपि परम् अपि परम् अण्ड् देन् अजादिपित् या सो अपि पू या सो उदोष्ट्य द सेम् त्री उदोष्ट्यपूर्वस्य उरण्ड्रपरः अण्ड् हलि च अपि पूर्व अपि पूर्म सो मेनि प्लेसस् आं महोदय पिप्रयोगः यात् सर्वे प्रत्ययाः फलादि अपि तस्ति उदोष्य पूर्वस्य इत्यनेन रेफ रूकारस्य स्थाने उकारः भवति उरण्ड्रपः इत्यनेन रेफः उर्भवति हलिच इति सूत्रेण उपधायां स्थितः इक्वर्णः दीर्घः भवति रूपाणि सन्ति पिपूर्यात् पिपूर्याताम् पिपूर्युः पिपूर्याः पिपूर्यातम् पिपूर्यात पिपूर्याम् पिपूर्याव पिपूर्याव इति रूपाणि भवन्ति समापितवन्तः अजन्तधातूनाम् अभवत् जुहोत्यादिगणे अजन्तधातुः समाप्तः अत्र एव सदयामः चिन्तयामि अद्य तर्हि अत्र वयं पठितवन्तः नूतनसूत्रमस्ति एकं हल् एतत् हलि अपि च हलिच इति सूत्रद्वयं पठितवन्तः उत्वम् अपि च दीर्घः भवति तावदेव तत् दीर्घकारान्त खलु मम भ्रमः भवति ऐ कान् मेक् औट् दीर्घकारः अस्ति हौ इट् इस् रिटन् आक्चुलि इन् देवनागरे एकः एव अस्ति ऋकारः ज्योत्यादिकं दीर्घरुकारः धन्यः अस्तु अस्तु अस्तु अस्तु तर्हि अत्र एव सर्वं भगिनि अस्तु तर्हि पुनः मिलामः अग्रे सप्ताहे धन्यवादः धन्यवादः महोदय